वेद्यानामनरस्य रूपमधिकम् प्रच्छन्नगुप्तं धनम् वेद्या भोगकरी यश सुखकरी वेद्या गुरुणां गुरुः वेद्या बन्धुजनो विदेशगमने वेद्या परा देवता वेद्या राजसु पूज्यते न तु धनम् वेद्या विहीनः पशुः धन्यवादः भगिनि. सर्वेषां संस्कृतकक्षायां सम्भाषण गीतासोपानपुस्तक अध्ययने स्वागतम्. लक्ष्मीभगिन्या निर्देशनं यत् मया अवगन्तं तदर्थं पञ्चशतात् पुटात् आरभ्य लट् लकारसम्बन्ध अभ्यासानि अत्र अभ्यासं करणीयं. मम प्रयत्नम् अस्य अस्ति यदा अहं किमपि पठितुम् इच्छामि चेत् तस्य प्रयोजनं किमर्थं भवेत् इति अवश्यं दर्शयित्वा आगे गच्छामः. तदर्थं मया प्रश्नम् अस्ति. कालत्रयम् अस्ति, अद्य, अतीत, अनागत, त्रीणि, वर्तमान, भूत, भावि, भविष्यत्काल. किन्तु लकाराणां सम्बन्धे दशलकाराणां सन्ति. तदर्थं दशलकाराणां किमर्थम् इति मया चिन्तयित्वा मया अवगन्तं त्रीणि कालानि लकारान्ते वर्तते एव, किन्तु अन्यलकाराणाम् अवश्यं प्रत्येकं वर्तते बोधनसमये, किन्तु कालस्य डिपेण्डेन्सि न दृश्यते. तत् तेषाम् आङ्ग्लभाषायां मूड्स् MOODS मूड्स् इति तर्जमा दृश्यते, किन्तु लोट् लकारविषये अध्ययनं कर्तुं प्रारम्भं यत् मया उपोत्पादरूपेण अथवा आरम्भवाक्यानि किञ्चित् वक्तुम् इच्छामि. शब्देनैव वयं जानीमः किं बोधयितुं शक्यते. अत्र वाक्यपदीये भर्तृगरीणा एकं श्लोकं दत्तमस्ति, इदमन्तं तमकृष्णं जायते भुवनत्रयं यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते. इत्युक्ते यदि शब्दः नास्ति चेत् भुवनत्रयम् अन्धकारे एव तिष्ठति, न दीप्यते. शब्देनेव भुवनत्रयं दीप्यते. शब्दं भुवनत्रयम् इत्युक्ते भूभुर्भुस्व एकं पदं पदव्यवस्था अस्ति. द्वितीयमस्ति जाग्रत्स्वप्नसुषुप्ति. तृतीयमस्ति वर्तमानभूतभविष्यत्कालानां. तत्र भविष्यत्कालविषये एवं भूतकालविषये प्रत्येकं लकाराणि सन्ति. नमस्ते नमस्ते, लता अत्रास्मि. तत्र सर्वे जानन्ति प्रयोजनम् उद्दिश्य न मन्दोऽपि प्रवर्तते. इदर्थं मयापि लोट् लकार पठने तस्य उपयोगं किम् इति जानामि इति दृश्यम् एतत् पङ्क्त्याम् अत्र समाहितं कृतवान्. तस्य संक्षेपरूपेण वदामि. लट् लकार विधिलिङ्ग् द्वे समानमेव. एतत् सूत्रं विधिलिङ्गसूत्रपिता विधिसूत्रस्य परं लोट् च इति सूत्रं वर्तते. इति कारणेन विधिनिमन्त्रण आमन्त्रण अधिष्ठ सम्प्रश्न तदा प्रार्थना इति अर्थ उपयोगम् इति उपयुज्यं कर्तुं शक्यते चेत् लोट् लकारस्य उपयोगं करणीयम्. तदर्थं लोट् लकारस्य प्रभावः. लोट् लकार तु नियमः अस्ति. परस्मैपदस्य लोट् तिङ् प्रत्ययेषु यत्र इकार दृश्यते तस्य इकारस्य स्थाने उकार भवति. द्वितीयमस्ति तस् थस् था तिप् मिप् निप् लकारेषु लोट् च लकारे एतेषां प्रत्ययानां स्थाने क्रमेण तस् तां भवति, थस् तां भवति, तं भवति, थ ता भवति, मिप् आं भवति. लोटि मि स्थाने नि आदेशः. उत्तमपुरुषे आङ् आगम प्रत्ययानाम् आदौ आ इति युज्यते. वस् मस् ङित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः भवति. एतेषां नियमानाम् उपयुज्य लोट् लकारस्य निर्माणं करणीयम्. तर्हि नियमान् अनुसृत्य कार्यम् एवं. तिप् पकारस्य लोपानन्तरं ति भवति तु. तास् इति तिङ्प्रत्यय तां भवति. झि अन्ते अन्त इकार इ अन्ति अन्तु इति लोट् प्रत्ययस्य निष्पन्न भवति. सिप् स्थाने हि आदेशः भवति. तस्य लोपं भूत्वा तत्र कोऽपि प्रत्ययः नास्ति. थस् इति आदेशः तम् इति लट् प्रत्यये भवति. ख इत्य आदेशः तकारेण भवति. मिप् नि भूत्वा अनन्तरम् आनि इति भवति वस् वा भूत्वा आवा भवति मस् मा आम् इत्युक्ते परस्मैपदे यदा अहं तिप्तस्थि तस्य स्थाने तु ताम् अन्तु सि था थ तस्य स्थाने प्रथम मध्यमपुरुष एकवचने कोऽपि प्रत्ययः नास्ति द्वितीयवचने तम् आदयाति बहुवचने ता तदर्थं उत्तमपुरुषे आनि आव आम एतेषां प्रक्रिया भवन्ति तदर्थं तदनन्तरं लोट् धातु प्रत्यया लातु अङ्गस्य प्रत्ययानां लोपानन्तरं लोट् लकारं प्राप्नोति अत्र प्रथमं पञ्चदश पुटात् आरभ्य पठितुं कर्तुं शक्यते वा भूमा भगिनी एवं सुभदा भगिनी पञ्चादश पेज् नम्बर् 50 प्रथमं पिता पिता पुत्र अहं पुत्र वा ओके एकं वारं पठित्वा तदनन्तरम् एकैकं धातूनां कथं उत्तिष्ठ यशो लभस्व लोट्लकारः एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च वच अत्र आगच्छ किं गीतापुस्तकम् आनय अस्तु अत्र उपविश प्रथमं कृष्णं स्मर प्रार्थनां कुरु ध्यानश्लोकं पठ उच्चैः वद कं श्लोकं पठानि प्रथमं श्लोकं पठ भवान् कृपया एतस्य अर्थं विवृणोतु अत्र कुत्र पश्यामि बहु ध्वनिः अस्ति पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व अग्रे किं करवाणि एतं श्लोकं पञ्चवारं पठ भवान् कृपया पाठयतु अनन्तरम् अहं प्रयते तथैव कुरुष्व आरभावहै अस्तु परस्मैपदी मध्यमपुरुष एकवचन यशः लभस्व पुनः आत्मने परस्मैपदी लभ् धातु लोट्लकार मध्यमपुरुष एकवचनम् समीचीनं वा महोदय एतत् सम्भाषणम् उच्चैः पठत लोट्लकार एव अवगच्छत अपि लोट्लकार भगिनी लभस्व आत्मनेपदि मध्यमपुरुष एकवचन ओहो आत्मनेपदि वा धन्यवादः मध्यमपुरुष एकवचन लभते लभेते लभन्ते लभतां लभेतां लभन्तां लभतां लभेतां लभन्तां लभस्व लभेतं लभस्व आत्मनेपदि एव परस्मैपदी भगिनी इस् लब्धातु उभयपदि एज़् ऐ नो लब्धातु कम्स् अण्डर् आत्मनेपदि लभते लभ्यते लभन्ते लोट् लकार इस् डिफ़्रेण्ट् still labdha atmane I don't know if it comes under parasmai also only parasmai padi both come under atmane padi eva ha then labhai labatu labata labatu labhanta labhe labhanta hold good two naam atmane padi bhuvadi gane atmane padi sakarmaka dhatu labha okay for that lot lakara लोट् लकार इस् लभतां लभेतां लभन्तां लभस्व लभेतां लभद्वां लभै लभावगै लभामहे लभामहे आत्मनेपदि महोदय नास्ति वा समीचीनम् उत्तिष्ठ अपि लोट् लकार उत्तिष्ठ उत्तिष्ठ लोट् मध्यमपुरुष एकवचन आत्मनेपदि लोट् लकार अग्रे पठिष्यामि वा आर् वि गोयिङ्ग् इन् वन् आर्डर् क्रमेण गच्छतु वन् सेकेण्ड् भगिनि विल् रिक्वेस्ट् अरविन्द महोदय टु गिव् अस् द एण्डिङ्ग्स् आफ् आत्मनेपदा आल्सो सो दट् वि केन् सी इट् ईज़िलि बिकास् हि गेव् अस् द टेबल् आफ् टू ताम् अन्तु and then dash tampa so we'll ask him to give mahodaya kindly give us the ending subdha tapam atmanepati te page 112 shabda majari pratham asti has a lat lak a lung lat lung lot with ling forms for both parasmepati and atmanepati are there what endings you have to add लोट् लकारः लोट् लकार किं शब्दं ते ताम् अन्ति ते तां लोट् लकारस्य लोट् लकार प्रथमपुरुष एकवचनं तु द्विवचने एवं ताम् द्वे सन्ति द्वे स्तः बहुवचने अस्ति मध्यमपुरुष प्रथम एकवचने नास्ति द्विवचने तात् तं बहुवचने ता अत्र उत्तमपुरुषानि क्षम्यतां महोदय मध्यमपुरुषे द्वे रूपे सः शून्य तात् अपि आगच्छति प्रथमपुरुषे अपि तु तात् द्वे रूपे स्तः मध्यमपुरुषे अपि शून्य सात् अपि द्वे रूपे महोदय मध्यमपुरुष द्विवचनं तु तम् धातुरूपमञ्जरी पुस्तके मम पार्श्वे अहं पठामि वा द्वापञ्चाशत् पुटे अस्ति मध्ये अवधेयं पठतु पठतां पठन्तु अरे क्रीडतु क्रीडतां क्रीडतः क्रीडन्तां क्रीडतां क्रीडतु पठतु पठतां पठन्तु पठ पठत पठतं पठत पठानि पठाव पठाम पठ युक्तायां एव आत्मनेपदी आख्यातप्रत्ययानि कृपया ददातु पञ्चपञ्चाशत् पुटे अस्ति अवधेयमस्ति अवधेयं प्रकोष्ठे अस्ति I do not have that book here. Gita Sopana book madhye pancha panchashat pute okay atmane pati rupamattam dattam asti okay I check thank you dhanyawad aham vadami siddha pratyayah lot atmane pati tam itam antam स्व इतां ध्वं उत्तमपुरुष ऐ आवहै आमहै आमहै अस्तु अत्र अद्य किं करणीयं प्रथमं वाक्यं वत्स अत्र आगच्छ आगच्छ आगच्छ लोट् लकारः आ विसर्गपूर्वक गम् धातु गम् उपसर्ग मध्यमपुरुष एकवचन आगच्छ सम्यक् नवपदानि आगच्छतु आगच्छताम् आगच्छन्ताम् आगच्छन्तु आगच्छन्तु आगच्छ आगच्छतम् आगच्छत आगच्छानि आगच्छाव आगच्छाम सम्यक् आनय दिशा भगिनि उषा वा उषा अथवा दिशा दिशा इस् नाट् इस् आन् म्यूट् तत्र उषा भगिनी वदतु आं महोदय आनय आ उपसर्ग नी धातु प्रापणे तु द्वादिगणे उभयपदी सकर्मकः नयतु नयतात् नयतां नयन्तु नय नयतात् नयतं नयत नयानि नयाव नयाम आत्मनेपदे उभयपदे प्रापणे नयतां नयेतां नयन्तां नयस्व नयेता नयस्व नयेथां नयध्वं नये नयावहे नयामहे सम्यक् अस्तु कति पुटे अस्ति महोदय वयं पठितवन्तः पञ्चाशत् पुटे सम्भाषणमस्ति पितापुत्रौ पञ्चाशत् अत्र शुभदा भगिनी अस्तु इति वाक्यस्य महोदय अस्तु अस् धातु लोट्लकार प्रथमपुरुष एकवचन अस्तु लोट्लकार रूपाणि असानि असाव असामो एधि स्तं स्त अस्तु स्तां सन्तु सम्यक् अत्र अकलम् भगिनि एकवारं पुनः वेरि सारि टु इण्टरप्ट् ऐ डिण्ट् गेट् दट् आनया रूपाणि प्लीस् ऐ वास् सर्चिङ्ग् फार् द पेज् ऐ एम् वेरि सारि उषा भगिनि उषा भगिनि पुनरेकवारम् आ उपसर्ग नी धातु नीण् प्रापणे द्वादिगणे उभयपदि सकर्मकः नयतु नयतात् नयतां नयन्तु नय नयतात् नयत नयानि नयाव नयाम आत्मनेपदि नयतां नयेतां नयन्तां नयस्य नयेत्थां नयध्वं नयै नयावहे नयामहे थेङ्क् यू सो मच् भगिनि अस्तु अत्र पिता उच्यति अत्र उपविश्य उपविश्य धातूना कृते गीताञ्जलि भगिनि आं महोदय अत्र तु उप इति उपसर्ग अस्ति विश् धातु विश् सुदादिगणे परस्मैपदी अस्ति लोट् लोट् रूपाणि तु परस्मैपदी विशतु अपि विशतात् विशतां विशन्तु मध्यमपुरुष विश अपि विशतात् विशतं विशत विशानि विशाव विशाम अत्र उपविश आं महोदय अत्र उपविश इत्युक्ते मध्यमपुरुष एकवचनरूपम् अत्र तस्य अर्थं कः तस्य अर्थः इत्युक्ते कथं सीद सीद द्वितीयवाक्यमस्ति प्रथमं कृष्णं स्मर स्मर शब्दस्य शोभा भगिनी भवतु आं महोदय स्मर इति स्मृधातुः बौद्धिकगणीय तत्र स्मर इति मध्यमपुरुषे एकवचने अस्ति अपि च अन्यरूपाणि स्मरतु स्मरतात् इति प्रथमपुरुषे एकवचने स्मरतां द्विवचने स्मरन्तु बहुवचने अपि च मध्यमपुरुषे स्मर अपि स्मरतात् एकवचने स्मरतं स्मरता बहुवचने स्मराणि उत्तमपुरुष एकवचने स्मराव स्मराम इत्युक्ते स्मरणं कुरु इति अर्थे अत्र स्मराणि मध्यम उत्तमपुरुष उत्तमपुरुषप्र एकवचने अत्र नकारस्य कथं जातं हा तत्र स्मराणि इति एकपदे णत्वं भवति अतः रसाभ्यां नोणः इति सूत्रं कार्यं करोति तत्र न क्षम्यतां स्मराणि तत्र आकारः अपि आगच्छति अतः अट् कुप् वाङ् नुं शेषं न स्मरामि क्षम्यतां तत् सूत्रं कार्यं करोति हा धन्यवादः तत्र रेफस्य अनन्तरम् आकारः अस्ति अतः तत्र बाधा न भवति तत् सूत्रेण अतः नत् नकारस्य णत्वं भवति एव तत्र. सम्यक्. तत्र यत् वाक्यमस्ति ध्यानश्लोकं पठ, ध्यानश्लोकम् एकं पदं पठ इति कर्तृपदम्. प्रार्थनां कुरु अस्ति, प्रार्थनां कुरु इति अस्ति खलु. सम्यक्. प्रार्थना कुरु दातु न कृते वेदा भगिनी. प्रार्थनां कुरु कृ दातु. कृधातुस्य लोट्लकाररूपमस्ति परस्मैपद्येन. करोतु, कुरुतां, कुर्वन्तु. कुरु मध्यमपुरुष एकवचनं. कुरु कुरुतं, कुरुत. करवाणि, करवाव, करवाम. आत्मनेपदिरूपमस्ति कुरुताम्. आत्मनेपदिरूपं कुरुतां, कुरे कुर्वतां, कुर्वातां, कुरुतां, कुर्वातां, कुर्वतां. कुरुष्व, कुर्वाथां, कुरुध्वं. करवै, करवावहे, करवामहे. एकरूपं भवति. अग्रे पठति वा महोदय? प्रार्थनां स्त्रीलिङ्गे अस्ति न? प्रार्थना स्त्रीलिङ्गे अस्ति. प्रार्थना स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्ग प्रार्थना किं कथमाय प्रार्थना षष्ठी बहुवचनमस्ति वा? प्रार्थना सकर्मकदातु द्वितीय रमाम् इति अस्ति न महोदय? रमा, रमे, रमाः. रमां, रमे. आकारान्तस्त्रीलिङ्ग. क्षम्यतां. ध्यानश्लोकं पठ. सुजाता भगिनी. महोदय न श्रूयते. न श्रूयते. अरुणा भगिनी पठदातु. ध्यानश्लोकं पठ. द्वे शब्दे अस्ति. ध्यानश्लोकम् एकं पहलं प्रथमं पठ इति दातु. ध्यानश्लोकं पठ. पठ इति मध्यमपुरुष लोट्लकार एकवचनं. रूपाणि पठतु, पठतात्, पठतां, पठन्तु. मध्यमपुरुष मध्यमपुरुष पठ, पठतात्, पठतं, पठतात्. उत्तमपुरुष पठानि, पठाव, पठाव, पठाम. पट्टदातु अर्थः वक्तायां वाचि भुवादिगणे परस्मैपद् दातु सकर्म. सम्यक्. सम्यक्. ध्यानश्लोकं कीदृशं पदमस्ति? श्लोकः इति प्रातिपद्य अकारान्तप्रातिपदिकं. ध्यानस्य श्लोक, ध्यानश्लोक इति अहं मन्ये. श्लोकमिति द्विवच द्वितीय एकवचनं. कर्मपदं पठ इति सकर्मकदातु. किं पठ? श्लोकं पठ. कीदृशं श्लोकं? ध्यानश्लोकं पठ. सम्यक्. अत्र अगलं पदमस्ति, अगलं वाक्यमस्ति. उच्चै वद महोदय. किञ्चित् वदामि महोदय, क्षम्यताम्. वदतु भगिनि. In between I can see some noise is coming from some people's line that is unintentional, and with only with all of your permission, if I am allowed to mute you at the time, I will do that. I have been doing that little bit, but I will only, I don't want you, anybody to feel bad. Okay, it will be better if everybody can remain in mute until the names are called, or if you have to tell something, you can unmute and tell. धन्यवादः भगिनि. उच्चैपदः सूर्यकुमारी. आं महोदय. वद मध्यमपुरुष लोट्लकार एकवचनं. प्रथमपुरुषः वदतु वदतात् वदतां वदन्तु. मध्यमपुरुष वद वदतात् वदतां वदत. उत्तमपुरुष वदानि वदाव वदाम. सम्यक्. अत्र पुत्रं पुत्रः वदति कं श्लोकं पठानि. तत् पठानि तमिळ भगिनि. आं महोदय. उच्चैः तु अव्ययपदमत्र अस्ति न? उच्चैः तु अव्ययपदमस्ति. उच्चैः नीचैः पुरतः तमिळ भगिनि. आं महोदय. कं श्लोकं पठामि दातु सकर्मकधातु अस्ति. पठामि इत्युक्ते उत्तमपुरुष एकवचन लोट्लकाररूप सर्वरूप वक्तुं पठतु पठतात् पठतां पठन्तु पठतात् पठतं पठत पठानि पठाव पठाम इति रूपाणि सन्ति. पठामि उत्तमपुरुष उत्तमपुरुष एकवचनं कं कं श्लोकं पठामि इत्युक्ते कं श्लोकं पुल्लिङ्गपद प्रश्नवाचकवाक्यमस्ति कं श्लोकं पठामि. सम्यक्. द्वितीय एकवचनं सकर्मकं तत्र अखले अखले वाक्यमस्ति प्रथमं श्लोकं पठ तथापि वदतु भगिनि. एकमेव दातु. महोदय अहं वदामः वा प्रश्नं श्लोकं पठ. एकमेव दातु इत्युक्ते पठानि पठ पठ पठ पठ पठ लोट् लकारे मध्यमपुरुष पठ प्रथमं श्लोकं पठ मध्यमपुरुष एकवचनरूपं पठ. अत्र प्रथमं प्रथमं श्लोकम् इत्युक्ते श्लोकं तु पुल्लिङ्गपदं प्रथमम् इत्युक्ते द फस्ट् का सम्बन्धः विशेषणविशेष्य महोदय श्लोकम् अस्ति विशेष्य प्रथमम् अस्ति विशेषण. सम्यक् सम्यक् भगिनि. अत्र अकलं वाक्यं पठतु. लता भगिनि. लता भगिनि अस्ति. एकनिमिषः. अहं लता अस्मि. अत्र एकनिमिषः. हेट् ओपन् दट् गीतास् ओपन् अ टाब् अण्ड् अगेन् कम् बेक् टु द free friends time. So I may take a little time. One second. Bhavan krupaya etasya artham vivrunotu. अत्र विवृणोतु इति लोट्लकाररूप वि उपसर्गः इस् इट् वृण् धातु वृण् संशयः अस्ति वर् और् वृण् जकार अनुनासिक जकार अनुनासिक वृण् नै सब नै सत्पुरुषसमासः तद तदेव नै व्रै व्रै वर्णे व्रै वर्णे स्वादिगणे विवृणोतु इस् प्रथमपुरुष एकवचन एकवचनरूप वि उपसर्गः वि उपसर्ग प्लस् वृणि धातु प्लस् लोट्लकार प्रत्यय तु सो विवृणोतु फुल् सर्वाणि रूपाणि विवृणोतु विवृणता विवृणतां विवृणन्तु विवृण और् विवृण विवृणतात् विवृणतं विवृणत विवृणानि विवृणाव विवृणाम एतानि लोट्लकाररूपाणि आत्मनेपदी उभयपदी आत्मनेपदी अहं न जानामि आत्मनेपद उभयपद उभयपदी वन् सेकेण्ड् ऐ विल् ट्रै दट् विवृणतां विवृणेतां विवृणन्तां विवृणुवाता संशयम् अस्ति क्षम्यतां भवान् एव वदतु महोदय द्विवचने वृण्वातां बहुवचने वृण्वताम् अकार वकार उत्तरवर्ती अकार नास्ति बहुवचने स्पष्टः न क्षम्यतां पुनः एकवारम् अहं लिखामि एकवारम् एकवचने वृणुतां द्विवचने वृण्वाताम् बहुवचने ृण्वतामेव ताम् इताम् अन्तां किल न न ताम् आताम् एतां ताम् इताम् अनन्ताम् अदन्त अङ्ग अस्ति चेत् आगच्छति भुवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे परन्तु वृणोति इति स्वादिगणे अस्ति अत्र अङ्गम् अकारान्त अङ्गं नास्ति तदेव रूपं भिन्नम् अभवत् अन्तं न आगच्छति तद् एनो दा अदादिगणे अपि अन्तं न आगच्छति भिन्नरूपं विकरणप्रत्यय आगच्छति तदेव अन्तं न आगच्छति दादातु ददातः दाता अस्ति संथिङ्ग् लैक् दट् तदेव भिन्नं भवति नवरूपाणि कृपया रिपीट् करोतु अरुणा भगिनी सहायं करोतु लोट्लकार प्रथमपुरुष ऋणुतां ऋण्वतां ऋण्वतां ऋणुष्व ऋण्वाथां ऋणुध्वं ऋण्वै ऋण्वावहै ऋण्वामहै वि उपसर्गसहित सेम् थिङ्ग् विवृण्वथां विवृण्वध्वं विवृण्वै विवृण्वावहै विवृण्वामहै समयम् अस्ति चेत् भगिनि अष्टाध्याये अत्र पश्यतु अधुना महोदय एकः संशयः महोदय क्षम्यताम् ब्रूयिङ्ग् इति धातु स्वादिगणे अस्ति किन्तु समानार्थक अपि दीर्घ ऋकारान्ते अपि ब्रूयिङ्ग् क्रियादिगणे द्वे धातु स्तः कथं जानीमः किं विवृणवाणि विवृणो तु अर्थं स्वीकरोति भगवान् भवान् कृपया एतस्य अर्थं विवृणोतु दीर्घ ऋकारान्ते अपि समानार्थक इति अहं मन्ये महोदय क्षम्यताम् ब्रीन् धातु चुरादिगणे अपि अस्ति चुरादिगणे अपि अस्ति ब्रीन् धातु वारयतु वारयतां वारयन्तु स्वादिगणे अधिक प्रसिद्ध अस्ति वा महोदय स्वादिगणे अतीव प्रसिद्धमस्ति इति कृत्वा मया अहं तद् उक्तं वारयतु आवरणे अर्थे अस्ति स्वादिगणे वरणे अर्थे अस्ति वरणे मीन् एक्स्प्लेनेशन् विपूर्वक अपि अस्ति तदेव वि उपसर्ग अस्ति भिन्न भिन्नेषु गणेषु भिन्नार्थाः सम्यक् धन्यवादः अत्र अकलं पिता उच्यति विवृणोमि श्रद्धया शृणु शोभा भगिनी आं महोदय तत्र श्रु इति धातुः तत्तु वादिगणीयधातुः लोट्लकारे तत्र शृणु अस्तु उभयपदि तु नास्ति शृणु इति मध्यमपुरुषे एकवचने शृणु शृणुतात् इति द्वे रूपाणि अपि च शेषानि प्रथमपुरुषे शृणोतु शृणुतात् द्वे रूपाणि अनन्तरं शृणुतां शृण्वन्तु मध्यमपुरुषे शृणु शृणुतात् शृणुतं शृणुत उत्तमपुरुषे शृणु शृणवानि शृणवाव शृणवाम इति तत्र वाक्यमस्ति श्रद्धया शृणु इति श्रद्धा इति स्त्रीलिङ्गे अस्ति अतः श्रद्धया तृतीयविभक्तौ श्रद्धया इति भवति श्रद्धां दत्वा शृणु इति अर्थे अत्र पश्य तदपि भगिनी वदतु. अत्र पश्य अहमेव वदामि वा? तत्र दृश् इति धातुः किल दृशिर् दृशिरिति उपदेशावस्थायाम् अपि च लौकिकधातुः दृश् इति भवति. तदनन्तरं किन्तु व्यावहारिक यदि व्यावहारिक इति वक्तुं शक्नोति पश्यति इति भवति लट्लकारे. लोट्लकारे पश्यतु पश्यताम् पश्यतात् क्षम्यतां पश्यतु पश्यतात् पश्यतां पश्यन्तु पश्य पश्यतात् मध्यमपुरुषे पश्यतं पश्यता उत्तमपुरुषे पश्यानि पश्याव पश्याम. तत्र तु पश्य पश्य इति मध्यमपुरुषे एकवचने दत्तम्. अत्र पश्य इति इत्युक्ते अत्र इति सम्यक् अत्र फलं वाक्यमस्ति पुत्रेण कुत्र पश्यानि तदपि दृश् धातु एव भवती एव वदतु. तत्र दृश् धातु एव पश्यानि इति उत्तमपुरुषे एकवचने भवति लोट्लकारे. प्रश्नार्थक अर्थे प्रश्नार्थके एतत् रूपम् उपयुज्मः. अपि च तत्र अत्र अत्र अपि कुत्र अव्ययानि सन्ति खलु स्तः खलु द्वे अपि कुत्र अव्ययं कुत्र अव्ययणा भगिनी किं वदति? क्षम्यतां महोदय. कुत्र अव्ययपदमस्ति वा? आं महोदय, वाचकशब्द अपि अस्ति. वाचकशब्द सम्यक्. अत्र अगलं वाक्यमस्ति पिता तेन पुस्तकस्य अष्टं पृष्ठं विक्षवस्व. भूमा भगिनी धातु वि उपसर्गपूर्व न वीक्षस्व मध्यमपुरुष एकवचनं वीक्ष धातु वा? वीक्ष धातु वीक्षतु दर्शने भूवादिगणे उभयपदी न आत्मनेपदे आत्मनेपदी वीक्षते नवरूपाणि वीक्षते वीक्षेतां वीक्षन्तां वीक्षन्तां अल्पप्राणायाम महाप्राण वीक्षे वीक्षावहै वीक्षामहै धातु कः पुनः वदतु? ईक्ष ईक्ष धातु ईक्ष दर्शने उपसर्ग दीर्घ ईकार भूत्वा सवर्णदीर्घ सन्ति वीक्षतां वीक्षेतां वीक्षन्तां वीक्षस्व वीक्षेतां वीक्षध्वं वीक्षै वीक्षावहै वीक्षामहे. अष्टमं पृष्ठं विशेषणविशिष्ट विशेषभावः कर्मकमन्ये अष्टमं पृष्ठं द्वितीयविभक्ति पुस्तकस्य षष्ठी विभक्ति पुस्तकः अकारान्त. अग्रे किं करवाणि गीताञ्जलि भगिनी? आं महोदय, करवाणि तु लोट् लकार उत्तमपुरुष एकवचन अस्ति रूपं परस्मैपदी एव. धातु तु डुक्रै करणे डुङ्क्रै नास्ति डुक्रै एव अस्ति. डुक्रै अस्ति डुक्रै करणे कृ इति अनुबन्धलोपानन्तरम् अस्ति. करवाणि इति तु नवरूपाणि तु लोट्लकारस्य करोतु कुरुतात् कुरुतां कुर्वन्तु कुरु कुरुतात् कुरुतं कुरुत करवाणि करवाव करवाम. अग्रे किं करवाणि इत्युक्ते प्रश्नवाचक अस्ति अपि प्रश्नवाचक अस्ति अपि किञ्चित् स्वस्य किं स्वस्य प्रश्नार्थक एव न महोदय. पितं पितां पृच्छति अग्रे अहं किं करवाणि करवाणि अग्रे किं करोमि. अत्र दुक्रिं करणे इति उपयोगदी अस्ति आत्मनेपदीरूपाणि जानन्ति वा? औभयपदी अस्ति तनादिगणे. आत्मनेपदीरूपाणि तु कुरुतां कुर्वातां कुर्वतां कुरुष्व कुर्वातां कुरुध्वं करवै करवावहै करवामहै. एतं श्लोकं पञ्चवारं पठ. एतं पुंलिङ्ग अस्ति कर्मपदम्. एतत् एते एतानि एषः एतौ अस्ति वा महोदय? एषः एतौ एते एतम् एतं श्लोकं विशेषणविशेषम् अस्ति पञ्चवारं पठ. पठ धातु पठ गच्छायां वाचि द्वादिगणे परस्मैपदी सकर्मकः. पठतु पठता पठाम पठन्तु पठ पठता पठतं पठत पञ्चवारं महोदय पञ्चवारम् इति अव्ययपदापि पदा वा अव्ययं कथं भवति पञ्चवारं फैव् टैम्स् वारं वारं अव्यय किल संख्यावाचकं संख्यावाचकमस्ति किन्तु वारं पञ्च इति संख्यावाच्यं वारम् इति अव्यय एव अरुणा भगिनी जानन्ति वा अन्यरूपाणि न श्रुतवती किल न श्रुतवती समस्त समस्तपदमस्ति पञ्च वारम् इति पदम् अव्यय वारं न भगिनि वारं न अव्यय किल वारं समस्तपदम् एकवारम् एकवारं द्विवारं वदा अहं त्रिवारं वदामि वाट् एवर् सम्यक् किन्तु पञ्चवारं समस्तपदमस्ति पञ्चः वारम् एतयोः यत् कि अत्र तु विशेषणपदं नाम महोदय विशेषणं नास्ति नो विशेषण श्लोकं पञ्चवारं श्लोकं पञ्चवारं श्लोकं पठ श्लोकम् इति कर्मपदं श्लोकं पठ एतं श्लोकं पठ पञ्चवारं पठ श्लोकः पञ्चवारः श्लोकः किन्तु पञ्चवारं तु समस्तपदमेव अस्ति बहुव्रीहि इति अहं चिन्तयामि संख्या संख्या समय काल इति एकं संख्यावाचकशब्देन एक समासः अस्ति द्विगु समासः तदेव तदेव अस्ति परन्तु वारम् इति पदं कन्नडे अपि कन्नडभाषायां ओन्दु स्थल वि डोण्ट् से ओन्दु स्थलदल्लि ओन्दु स्थलवन्नो देर् आर् नो विभक्तीस् फार् दट् नो वारं दट्स् वै ऐ गोट् अ डौट् वेदर् इट् इस् अव्ययपद वारम् इति स्वतन्त्रपदम् अव्ययं वा नो पञ्चवारम् इति गीताञ्जलि यत् वदति तदेव सत्यम् एकं श्लो एतं श्लोकं पञ्चवारं कर्मपदं च भागभागे अस्ति श्लोकं पञ्चवारं श्लोकम् एतं पञ्चश्लोकं पञ्चवारं किन्तु पञ्चवारं केवलं दृष्ट्वा तत् समस्तपदमेव यथा अरुणै भगिनी गतम् वारा इति स्पोकन् संस्कृत वदति मास्कुलैन् डे वारा मास्कुलैन् शब्दः अकारान्तं पुंलिङ्गशब्दः डे अर्थः कन्नडभाषा संस्कृतभाषा न मिश्रणं मिश्रणं न करणीयम् अस्तु भगिनि धन्यवादः वारं वारं क्षम्यतां महोदय वारं वारम् इति तु अव्ययपदमस्ति किन्तु एकमेव वारं न दत्तं वारं वारं पौनःपुन्यम् अर्थेन अव्ययपदमस्ति किन्तु पञ्चवारम् इति शब्दे पञ्च इति संख्याशब्दं वारम् इति पुल्लिङ्गमस्ति वारः अत्र श्लोकं द्वितीयविभक्ति अस्ति कृत्वा पञ्चवारमपि द्वितीय विभक्ति आप्नोति सम्यक् अत्र अकलवाक्यमस्ति भवान् कृपया पाठयतु पठदातु सम्यक् दृष्टवन्तम् अनन्तरम् अहं प्रयते अर्णा भगिनि न श्रुतवती महोदय अनन्तरम् अहं प्रयते अत्र प्रयते धातुरूपं लोट् लकारे प्रयतै पूर्वक यत् दातु यत् दातु यत् दातु यत् प्रयत्ने यत् प्रयत्ने तदेव आत्मनेपदी उत्तमपुरुषः एकवचनं रूपमस्ति अत्र प्रयतै प्रयतावहै प्रयतामहै इति रूपं प्रथमपुरुष प्रयतां प्रयेतां प्रयतताम् प्रयेतां प्रययेतां प्रयस्व प्रयेथां प्रयध्वं प्रयै प्रयतै प्रयावतै प्रयातावहै प्रयातामहै सम्यक् महोदय भगिनी उपसर्गं त्यज्य वदतु यततां यतेतां यतन्तां यतस्व यथेथां यदध्वं यथै यथावहै यतामहै सम्यक् सम्यक् महोदय पाठयतु निच् प्रत्ययः अस्ति वा महोदय पाठयतु पट् धातु निच् प्रत्यय भावे धन् धञ् प्रत्ययस्य रूपमस्ति नवरूपाणि अस्ति वा नास्ति नास्ति प्रत्ययरूपे निच् निच् रूप भावे भावे रूपमस्ति लट् लकारे लोट् लकारे नास्ति आसीत् पाठयतु यकारस्य निच् प्रत्ययेन आगच्छन्ति धातूनां विषये पकारस्य आकार आदेशः भवति घञ् प्रत्ययस्य कारणेन महोदय किमर्थं नवरूपाणि नास्ति तत् प्रत्ययान्त प्रत्ययान्त निच् प्रत्यय भावे रूपमस्ति कृत्वा लोट् लकारे नति इति अहं चिन्तयामि महोदय पाठयति इति अस्ति किल पाठयति युरादिगणे नास्ति निच् प्रत्ययस्य प्रेरणार्थे निच् कृत्वा एव तस्य परन्तु पाठयति इति पदम् अस्ति न महोदय पठयमस्ति तद् तत्तु भावार्थे एव महोदय सः पाठयतु लिखिं teach, then there will be let them teach also will be there, no? Patayan tam or whatever. Patayatu, patayatam, patayantu will also be there, no? Or may you teach. It should be there. Patayatu, patayatam. पाठयतां पाठयन्तु परन्तु अष्टाध्यायी मध्ये न दत्तम् अस्ति सर् अष्टाध्यायी मध्ये धातुरूपा धातुरूपं कदापि न कृते मया तदेव मम चिन्ता अस्ति लट् लोट् प्रकारः अस्ति वा न लक्ष्मी भगिनी पृच्छतु अस्तु महोदय अत्र अगलवाक्यमस्ति पिता तथैव कुरुष्व आरम्भा आरभावहे सूर्यकुमारी वदति वा महोदय कुरुष्व पूर्वमेव वदति आरभावहे आ उपसर्ग उपसर्ग महोदय उत्तमवचनं द्वितीयवचनं उपसर्ग आ ओन्लि वि नेवर् इण्डिपेण्डेण्ट्लि यूस् रब् धातु परन्तु विसर्गसहित एव उपयोग करणीयम् रभतां रभेतां रभन्ताम् सम्यक् रभस्व रभेतां रभध्वं रभै रवां वहै रभावहै रभामहै भुवादिगणे आत्मनिपदे अस्ति वादिगणे आत्मनेपदी किन्तु अष्टाध्यायी तु रभते रभेते इति सर्वाणि रूपाणि दत्तानि एव कथं यदि उपसर्ग विना नास्ति चेत् कथम् अत्र दत्तं महोदय धातु धातुतरूपम् अस्ति किल कृत् प्रत्ययानां तान् प्रत्ययानां योजनान् योजनां कृते रभते रभते रभेते इति सर्वाणि दत्तानि सर्वाणि रूपाणि इति किन्तु लोके किन्तु लोके तु प्रारम्भम् आरम्भम् इति द्वे शब्दानामेव प्रचारमस्ति अर्थ तु भेदः अस्ति अपि महोदय रभं राभस्ये टु बि हेपि टु बि ग्लाड् इति दत्तं किन्तु अत्र अस्माकं पुटे तु भिन्न अर्थः न महोदय उपसर्गानन्तरम् अर्थम् उपसर्गानन्तरम् अर्थम् उपसर्ग उपयुज्येन भिन्न अर्थं उत्तमपुरुष अन्यानि रूपाणि आरभाय आरभावहै उत्तमपुरुष अन्तिम वाचमस्ति पुत्र अस्तु शोभा भगति वा आं महोदय अस्तु इति अस् धातुः असौ इति उपदेश अवस्थायाम् अदादिगणीयधातुः तत्र अस्तु इति अस्तु इति तु प्रथमपुरुषे लोट् लकारे अभवत्, अस्तु स्तात् इति द्वे रूपाणि, नन्तरं स्तां सन्तु मध्यमपुरुषे एधि स्तात्, स्तं स्ता उत्तमपुरुषे असानि असाव असाम, टु एक्सिस्ट् इति अर्थे. किन्तु तत्र तु अस्तु इति वयं व्यावहारिकरूपेण ओके इति उपयोगं कुर्मः. अव्ययपदमपि अस्ति महोदय, भवतु भुवि भुवि भुवि भुवि अदादिगणे अस्ति. आम् परस्मैपदी एव अकर्मक अपि सेट् अस्ति. सेट् लोट् लकार अत्र अग्रिमं पठत एकैक पमेला भगिनी प्रथमं. पश्यतु त्रीणि रूपाणि, भवान् पश्यतु. उच्चैः पठत अवगच्छत च. उच्चैः इति अव्ययपदं, पठत लोट् लकार मध्यमपुरुष बहुवचन, अवगच्छत अव उपसर्ग गच्छत, अवगच्छत लोट् लकार मध्यमपुरुष बहुवचन. भवान् पश्यतु, भवन्तौ पश्यतां, भवन्तः पश्यन्तु. सम्यक् सर्वे अगलम् अगतिनं चेतं भवान् अवगच्छतु. शोभा भगिनी वदतु. आम् महोदय, भवान् आगच्छतु, भवन्तौ आगच्छतां, भवन्तः आगच्छन्तु. तत्र भवत् इति प्रातिपदिकं, तेन भवान् भवन्तौ भवन्तः इति आगतः. आगच्छतु आ उपसर्गपूर्वक गम् धातुः तत्र लोट्लकारे, आगच्छतु आगच्छताम् आगच्छन्तु इति दत्तं महोदय. सम्यक् अग्रिमपदे उषा भगिनी. भवान् स्वीकरोतु, भवन्तौ स्वीकुरुतां, भवन्तः स्वीकुर्वन्तु. तकारान्तपुंलिङ्गः भवत् शब्दः, भवान् भवन्तौ भवन्तः. स्वीकरोतु, स्वीकुरुतां, स्वीकुर्वन्तु. स्वीकुरु, स्वीकुरुता, स्वीकुरुतं, स्वीकुरुत, स्वीकरवाणि, स्वीकरवाव, स्वीकरवाम, नवरूपाणि. कृधातु डुक्रिन् करणे. अग्रिमं चेन्नस्ति भवति पठतु सूर्यकुमारी भगिनी. महोदय, उपसर्ग इव पद उपसर्ग इव अस्ति, उपसर्ग तु नास्ति न महोदय? अत्र तु उपसर्गरूपेण एव दृश्यते. स्वी इति उपसर्ग नास्ति महोदय, उपसर्ग इव अस्ति, उपसर्ग नास्ति. स्व वि स्वी एकं वर्षद्वयमस्ति न. स्वी करोतु उपसर्ग इव उपयुज्यते. सु अस्ति उपसर्ग न, परन्तु न स्वी. सु अपि च वि मिलित्वा स्वी अस्ति वा महोदय? तत्र द्वैकार एकः शब्दः अस्ति, स्वीकार एकमेव स्वीकार्य स्वीकरोतु स्वायोगः क्रूयोगः घै अस्ति महोदय तत्र पश्यन्ती अस्मि घै इत्युक्ते आकारं धारयति इकारति स्वीयोगः कृयोगः अहं दृश्यामि स्वीकरोति स्वीयोगः कृ स्वीकरोति किन्तु अहं न जानामि पश्यतु अग्रिम भवती पठतु भवती पठतु भवत्यौ पठतां भवत्यः पठन्तु भवती भवान् शब्द एव स्त्रीलिङ्गपदमस्ति भवती भवत्यौ द्वितीयवचनं द्विवचनं भवत्यः स्त्रीलिङ्ग बहुवचनं पठतु पठतां पठन्तु पठतात् पठतं पठत पठामि पठाव पठाम महोदय भवती भवती प्रातिपदिकं तु भव दीर्घ ईकारान्त भवती अस्ति महोदय वा भवान् अस्ति भवत् अस्ति भवत् तु नास्ति किन्तु भवती अस्ति न महोदय भवती प्रातिपदिका किल प्रातिपदिकं स्त्रीलिङ्गे स्त्रीलिङ्गे भवती इति अस्ति पुल्लिङ्गे भवान् स्त्रीलिङ्गे भवती भवत्येव प्रातिपदिकं नपुंसकलिङ्गे भवत्येव भवति गीतान्द्र भगिनी शब्दमन्दिरे एक सप्तत पुटे अस्ति भवत् इति शब्दः स्त्रीलिङ्ग इकारतशब्दः भवति भवत्यौ भवत्यः इति प्रथमविभक्तिरूपाणि 71 72 क्षम्यता शब्दमन्दिरे प्रत्यय विलम्बविशति भवती उपविशतु अत्र किं वेदभगिनी भवती उपविशतु भवत्यौ उपविशतां भवत्यः उपविशन्तु उपविशतु प्राकेव भगिनी वदतु उपसर्गपूर्वक विष् दातु विशतु उपविशतु लोट्लकारस्य प्रथम पुरुष एकवचनं रूपमस्ति भवती उपविशतु भवती भवत्यौ भवत्यः एकवचनं द्विवचनं बहुवचनरूपं भवत्याः भवत् प्रातिपदिकस्य स्त्रीलिङ्गरूपाणि अस्ति किं वदति अग्रे नवरूपाणि तस्यैव तदेव मध्यमपुरुष प्रथमपुरुष मध्यमपुरुष उपविशतां भवत्यौ नो सोरि भवती उपविशतु उपविशताम् उपविशन्तु उपविशतम् उपविशत उपविशवाणि उपविशवाम उपविशवाम सम्यक् वा विश् दातु न विश् दातु आम् विशतु विशतां विशन्तु विष विशतं विशत विषवा विषवाण्य सम्यक् वा उपविशानि उपविशाव उपविशाम ओ उपविशानि विषवाणि न उपविशानि उपविशाव उपविशाम सम्यक् नास्ति तत्र शा इति मूर्धन्य नास्ति किल तालव्यशकार अस्ति किल महोदय नत्वं नास्ति अस्तु विशानि विशानि उपविशानि नकार नास्ति ओके उपविशानि उपविश शा अस्ति चेत् विषाणि अस्ति दशाभ्यन्नोनः इति सूत्रेण अत्र तु दन्त्यशकारस्य कृत्वा विषाणि एवं तत्र अखिलं युष्मत्शब्दस्य त्वं अति लता भगिनि एकनिमिष त्वं लिख युवां लिखतं यूयं लिखत अत्र त्वम् इति मध्यमपुरुषे एकवचन युवां मध्यमपुरुषे द्विवचन यूयं मध्यमपुरुषे बहुवचने अस्ति लिख इति लिख् धातु धातोः लोट्लकाररूप मध्यमपुरुष एकवचन लिख मध्यम द्विवचन लिखतं मध्यमपुरुष बहुवचन लिखत नवरूपाणि लिखतु लिखतां लिखन्तु लिख लिखतं लिखत लिखानि लिखाव लिखाम परस्मैपद अग्रं परिच्छेदमस्ति त्वं वद धन्यवादः भगिनि भूमा भगिनि त्वं वद युवां वदतं यूयं वदत युष्मशब्दस्य प्रथमाविभक्ति रूपं दत्तानि त्वं युवां यूयं वद लोट्लकारस्य मध्यमपुरुष एकवचनं वदतं द्विवचनं प्रथमपुरुषं द्विवचनं वदत प्रथमपुरुष बहुवचनं वदतु वदतां वदन्तु वद वदतं वदत वदानि वदाव वदाम धन्यवादः धन्यवादः दर्शन दर्शन भगिनि आं महोदय त्वं नय युवां नयतं युयं नयत निधातु नवरूपाणि अस्ति नयतु नयतां नयन्तु नय नयतं नयत नयानि नयाव नयाम अग्रिम अभ्यासम् अरुणा भगिनि नयतां भगिनि महोदय वाक्यानि लिखित अभ्यासः अवतन्मदम् अभ्यासः यतो उदाहरणवाक्यानि लिखित भवान् सूचय उदाहरणमस्ति भवान् सूचयतु भवती गायतु तदनन्तरं ओ प्रेषयति, भवान् प्रेषयतु, भवती चलतु. महोदय भवान् प्रेषयतु लोट्लकार, भवती चलतु. चलतु चलतु एव, चलतु एव, चलतु चलतु एव प्रथमविभग लट्लकार एव रूपमेव. अग्रिमविपदानि भवान् त्यजतु, भवती मिलतु. सम्यक्, धन्यवादः भगिनि. भवान् सञ्चरतु, भवती तिष्ठतु, तदनन्तरं भवान् प्रदर्शयतु, भवती जानातु, भवान् दण्डयतु, भवती प्रक्षालयतु. सम्यक्. एकैकं धातुरूपाणां नवरूपाणि. प्रथमम् अस्ति भवान् सूचयतु, भवती गायतु. सूचयति इति रूपस्य लोट् नवरूपाणि कानि? सूचयतात्, सूचयतां, सूचयन्तु, सूचय, सूचयतात्, सूचय, सूचयतं, सूचयत, सूचयत, सूचय, सूचयानि, सूचयाव, सूचयाम. आत्मनेपदे, आत्मनेपदे सूचयतां, सूचयेत, सूचयेतां, सूचयन्ता. आत्मनेपदे रूपाणि सूचयतां, सूचयेतां, सूचयन्तां, सूचयस्व, सूचयामहे. सम्यक्, धन्यवादः भगिनि. सुजाता भगिनि. आं महोदय. सोरि सोरि, क्षम्यतां महोदय, इदानीं मया गन्तव्यं. प्लीस् डोण्ट् मिस्टेक् मी. केनैलि थेङ्क् यु. धन्यवादः, धन्यवादः. गम्यानि वा? आं महोदय. भवती गायतु, गायतां, गायतु, गायतां, गायन्तां, गायस्व, नो, गाय, गायत्. प्रथम प्रथमपुरुषे किमस्ति? गायतु, गायतां, गायन्तु, गायन्तु. गायतं, गायतं, गायता, गायानि, गायाव, गायानि, गायाव, गायाम. प्रेषयति, भवान् प्रेषयति, प्रेषयति, प्रेषयतु, प्रेषयतां, प्रेषयन्तु, प्रेषय, प्रेषय, प्रेषयतं, प्रेषय, प्रेषयत क्षम्यताम् महोदय दर्शना अस्मि मया अपि गन्तव्यं क्षम्यतां धन्यवादः महोदय प्रेषयति धातुरूपं किं महोदय प्रेषयति इष् धातु अस्ति इष् अभीक्षणे आभीक्षणे तालव्यश महोदय इष् शकार दिशा भगिनी अस्ति वा न दिशा दिशा दृश्यते अत्र ललिता गणेशन् ललिता भगिनी ललिता भगिनी नास्ति अत्र उषा भगिनी चलति चलति चल धातु कम्पने भ्वादिगणे परस्मैपदी अकर्मकधातु चलतु चलता चलतां चलन्तु चल चलता चलतं चलत चलानि चलाप चलाम इति अस्ति सम्यक् तत्र शोभा भगिनी त्यजति आं महोदय अहं पठामि अहं पठामि अग्रिमशब्दं पठतु भगिनि अत्र शोभा भगिनी पठति त्यजति तदनन्तरं मिलति भवती अस्तु त्यजति तत्र लोट्लकारे त्यजतु भवति त्यजतु त्यजतां त्यजतु त्यजतात् त्यजतां त्यजन्तु त्यजतात् त्यजतं त्यजत त्यजानि त्यजाव त्यजाम स्वामि धन्यवादः भगिनि धन्यवादः नमस्कारः मिलति मिलतु मिलतां मिलन्तु मिल मिलतं मिलत मिलानि मिलाव मिलाम सम्यक् सम्यक् श्रूयते श्रूयते धन्यवादः अगल धन्यवादः भगिनि अगल प्रेमेला भगिनि अस्ति वा महोदय एकनिमिषम् एकनिमिषम् अगल सि सञ्चरति खलु सञ्चरति सञ्चरतु सञ्चरतां सञ्चरन्ताम् ओ लोट्लकार खलु सञ्चरन्तां सञ्चर सञ्चरतां सञ्चरत सञ्चराणि सञ्चराव सञ्चराम सम्यक् धन्यवादः भगिनि अन्तिम महोदय एकः प्रश्नः तत्र भवान् अगलम् अगल इति पदस्य उपयोगम् अग्रिमम् अकरोत् अग्रिमम् इति आम् अहं न श्रुतवती तत्र अग इति ऐ जस्ट् लुक्ड् इट् अप् तत्र वक्रगतौ इति अस्ति अगला इति समानपदम् एव अस्ति किल अग्रिम इत्यस्य अगलम् इति वदामः वा न भगिनि अगला एव हिन्दी मिक्सिङ्ग् ओ अस्तु अस्तु अस्तु क्षम्यतां नो प्राब्लम् महोदय क्षम्यतां क्षम्यता तिष्ठ इति तिष्ठति तिष्ठतु तिष्ठतां तिष्ठन्तु तिष्ठ तिष्ठतं तिष्ठत तिष्ठानि तिष्ठाव तिष्ठाम सम्यक् धन्यवादः अत्र स्थगयामः